महालक्ष्मी आरम्भं करोतु मङ्गलश्लोकम्. आम् आम् आम् श्रीगणेशाय नमः. हरिः ओम्. श्रीगुरुभ्यो नमः. येनाक्षरसमन्माय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. नत्वा सरस्वतीं देवं शुद्धं गुण्यं प्रणाम्यहम्. पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं श्रीगुरुभ्यो नमः. நடராஜராஜ அங்க யாருக்கா சாந்தா மேம் பாடுங்க. வத்தாவசானே நடராஜராஜோ நநாதடக்காம் அவபஞ்சவாரம் உத்தர்த்து காமசனகாதி சித்தான் ஏதத் விமர்ஷே சிவசூத ஜாலம் வாகர்த்தாவிவ சம்ப்ருப்தோ வாகர்த்த பிரதிபத்தையே ஜகத பிதரோ வந்தே பார்வதி பரமேஸ்வரோ. நமஸ்கார. நேத்தியோட குரல் உங்களுக்கு ரொம்ப நல்லா இருக்கு. நேத்தி ரொம்ப தீவிரம் வர்றது தொண்டை இதுவாம் பிரச்சனையா வருது. உடம்பு முடியலையா சாந்தமா? தீவர் ஒன்னு வீக்கா நல்ல தீவர் ஸ்டார்ட் பண்ணலாம். அஸ்து அத்திய இத்து சந்யா பிரகரணம் அபவத் கதவர்க்கே மூலமஸ்தி திப்பு தஸ்ஜி திப்பு தஸ் மிப்புவஸ்மஸ் பரந்து தீதக அந்தி ஏவ பவதி. தீதக அந்தி இதி கதம் வயம் ஜானீமஹ. அனந்தரம் அத்ர சூத்ராணி கிம் கிம் அபவத். महालक्ष्मी एव वदतु. तिप्तस्जि इति सूत्रम् इति अत्र मूलप्रत्ययमस्ति. तिप् इदानीं तीतः अन्ति. एतत् प्रथमपुरुष एकवचनं द्विवचनं बहुवचनम् इति अस्ति. अत्र परिवर्तनं कथं भवति, केन सूत्रेण अत्र परिवर्तनं भवति इति अत्र महालक्ष्मी वदतु. महालक्ष्मी अस्ति वा? अस्तु, शान्ता भगिनी वदतु. श्रूयते खलु? आं श्रूयते श्रूयते. परन्तु वदतु. क्लेशः भवति वा? अञ्जना वदतु. नमस्कारः. इदानीम् अत्र मम प्रश्नः शृणोतु. तिप् तस् जि इति अस्ति. एतत् मूलप्रतिमस्ति, परन्तु अत्र तीतः अन्ति भवति. तीतः अन्ति कथं परिवर्तनं भवति? सीतः था मी वा वह अर्थं जानाति वा अनन्तलक्ष्मी? अत्र मूलप्रत्ययमस्ति तिप् तस् जि. अत्र केन सूत्रेण परिवर्तनं भवति? गतवर्गे पठितवन्तः, झटिति वदतु. कोऽपि परस्मैपदिनसूत्रम् अत्र अर्थम् अवगच्छति वा? टिप्पुतस्जि कतिवारं मया वक्तव्यम्? टिप् इति अस्ति, परन्तु केन सूत्रेण ति एव भवति? पकारः लोपः भवति, अस्ति लोपः वचनेन पकारः लोपः भवति. तावदेव. हा उत्तमं, हलन्त्यं तस्य लोपः इत्यनेन पकारः लोपः भवति. अत्र किम्, अत्र अन्धलक्ष्मी किम् उक्तवती? लशको तद् इति किमर्थं लशको तत् इति तत्र आगच्छति? हलन्त्यं तस्य लोपः इति. हा अतः किं तिष्ठति अन्ततो गत्वा? एव तिष्ठति. उत्तमम्. इदानीम् अत्र ति तस् जि इति अस्ति. तस् इति प्रथमपुरुष द्विवचनं भवति. अत्र ति इदानीम् उक्तवन्तः इत् संज्ञा, हलन्त्यं तस्य लोपः इत्यनेन इत् भवति इति. इदानीं तस् अस्ति, ति तः केन सूत्रेण तः भवति? झटिति वदतु अनन्तलक्ष्मी. प्रसुजुतो रुपु सूत्रेण सकारस्य स्थाने विसर्गः रुक्तमादेशः भवति, अनन्तरं विसर्गः आदेशः भवति. करवसानयोर्विसर्जनीय अस्ति. उत्तमं. परन्तु सकारः केन सूत्रेण इत् न भवति? उत्तमम्. एतदेव नष्टव्यप्रसारस्य न लोपः भवति. अन्तलक्ष्मी समीचीनं भवति वा? नष्टव्यप्रशान् किमर्थम् अत्र आगच्छति तस् मध्ये? अञ्जना न विभक्तौ सुष्मा. उत्तमम्. न विभक्तौ सुष्माः इत्यनेन सकारस्य लोपः न भवति. ससजुषोरुः कर अवसानयोर्विसर्जनीयः इत्यनेन सः भवति. इदानीं प्रथमपुरुष एकवचनम् अभवत्, द्विवचनम् अपि अभवत्. इदानीं जि अस्ति, तीतः अन्ति जि इति अन्ति. महालक्ष्मी गतवर्गे द्विवारम् अत्र पृष्टवती कथं भवति, कथं भवति, पुनरपि वदतु, पुनरपि वदतु इति. इदानीं जि स्थाने अन्ति, केन सूत्रेण अन्ति भवति? जोन्तः इत्यनेन अत्र प्रथमं किं करणीयं? जि इति स्थाने यज् योगः, इज् योगः इति पृथक्तया करणीयम्. पृथक्तया करणीयम्. अत्र मया कठिनशब्दः प्रयोगं मया न कृतं. साधारणसंस्कृतभाषायाम् एव मया उक्तम्. अत्र इज् योगः इ मिलित्वा एव जि इति अभवत्. समीचीनम्. इदानीम् अत्र झोन्तः इति किं वदति? झकारस्य स्थाने पूर्णतया किं भवति? किं भवति? झोन्तः इति सूत्रेण अन्तादेशः भवति. जोन्तः इति सूत्रेण अन्त आदेशः भवति. इदानीमेव उक्तवन्तः वयं सर्वे अद्य शिक्षा परीक्षा करणीयं, शुभाशयाः वदतु इति. कथं मया सुभाषयाः वक्तव्यं? वयं सर्वे पठन्ति इति अस्ति. पठन्ति इति केन सूत्रेण अस्ति? जोन्तः इति अस्ति. टिप् तस्ति इति अस्ति. जकारः ईकारः भवति. जकारस्य स्थाने जोन्तः इति सूत्रेण अन्त आदेशः भवति. अन्त योगः इ अन्ति. पट्टि योगः अन्ति. पठन्ति इति भवति. अहं किमपि न जानामि. अत्र लशकृतदिते नच्छव्य प्रशान् तादृशम् अहं वदामि इत्युक्ते शिक्षा परीक्षा अत्र गन्तव्यमिति चिन्तनीमीय चिन्तनमेव नास्ति. गतवर्गे मया द्विवारं त्रीणि वारं चत्वारः मया उक्तमेव इच् योगः इ जकारस्य स्थाने चोन्तः इति सूत्रेण अन्त आदेशः भवति. अन्त योगः इ मेलनेन अन्ति. पट् योगः अन्ति. पठन्ति इति भवति. सर्वे जानन्ति प्रथमपुरुष एकवचनं द्विवचनं बहुवचनं कथम् आगच्छति इति सर्वे जानन्ति खलु? जानन्ति वा नास्ति वा? जानामि मा. अस्तु, इदानीम् अत्र अञ्जना पूर्णतया वदतु. प्रथमपुरुष एकवचनं द्विवचनं बहुवचनं केन सूत्रेण अत्र परिवर्तनं भूत्वा तीतः अन्ति भवति इति? अस्तु, अञ्जना वदतु. तिप् तिप् हलन्तस्य लोपः इत्यनेन पकारः लोपः भवति. ति एव तिष्ठति. सिप् तिस् तस् तिप् तस् ता तस् न विभक्तौ स्मः इत्यनेन सकारः एव तिष्ठति. सकारस्थाने करावसानविसर्जनीय ससशिश्वरुः करावसानविसर्जनीय इत्यनेन तः भवति. जि जि जो अन्तः ज योगः इ योगः अन्त जोन्त इत्यनेन अन्तः भवति. ज योगः इ योगः अन्त जो जि अन्ति भवति. एतत् समीचीनं नास्ति. अन्य कोऽपि? महालक्ष्मी वदतु. प्रथमपुरुष एकवचनं द्विवचनं बहुवचनं तिप्तस्जि कथं भवति इत्युक्ते हलन्त्यं तस्य लोपः. एकनिमिषम्. प्रथमं प्रश्नः समीचीनतया अवगच्छतु. प्रथमपुरुषे एकवचनं द्विवचनम् अभवत्. अत्र अत्र दोषेन अत्र उक्तं सकारः लोपः न भवति. सकारः तिष्ठति इति नास्ति. सकारः लोपः न भवति. केन सूत्रेण? हलन्त्यं तस्य लोपः. न विभक्तौ तु स्मः इत्यनेन सकारः लोपः न भवति. इदानीं द्विवचनं पर्यन्तम् अभवत्. बहुवचने वदतु. कृपया वदतु. चिन्तयतु. वदतु. बहुवचनं करावसानयोर्विसर्जनीय इति सूत्रेण बहुवचनं. अस्तु, तिष्ठतु. दोषः भवति. इदानीं बहुवारं मया उक्तमेव मम शरीरं स्वस्था नास्ति. परन्तु बहुवारं मया उक्तमेव अत्र तीतः अन्ति. अत्र तिप् तस् जि इति भवति. जि अत्र किं किं कार्यम् अभवत्? अनन्तलक्ष्मी वदतु. जि इज् योगः इ सोन्दः इति सूत्रेण चकारस्य अन्त आदेशः भवति. अन्ति जि इज् योगः इ अन्ति एव अन्ति. जोन्तः इति सूत्रेण अन्ति भवति. अन्य कोऽपि? शान्ता वदतु. अत्र किमपि न लिखितं वा कोऽपि अत्र करपत्रं नास्ति वा लेखनी नास्ति वा अस्ति शान्त वदतु गोदामाल् वदतु नमस्कार वदतु नमस्कारः गोदामाल् नमस्कारः तिङ्ग तिङ् संज्ञप्रत्ययाः इच्छन्ते एते च प्रत्ययाः आरम्भे स्वमूलरूपे सन्ति आहत्य नवप्रत्ययाः एकनिमिषम् प्रश्नः अत्र शृणोतु जी इति अस्ति अत्र किं किं कार्यं कृत्वा अन्ति इति भवति शान्ता वक्तुं न शक्यते वा अत्र महालक्ष्मी लेफ्ट् एण्ड् मीटिङ्ग् कोऽपि अत्र वक्तुं न शक्यते वा बहुवारं मया उक्तं किलु खलु किं किं कार्यम् अभवत् इति चकारस्य स्थाने चोन्दः इति सूत्रेण अन्त आदेशः भवति अद् जने आमा केन सूत्रेण चोन्दः अत्र प्रथमम् एतदेव वक्तव्यं वा जि अस्ति जी अत्र पृथक् करोतु प्रथमं पृथक् करोतु किम् इकारः तिष्ठति जी प्रथमं शृणोतु सर्वे शृण्वन्तु जी इत्यस्य झकारः योगः इ इति पृथक्करणम् एतत् अत्र प्रथमप्रक्रिया लिखतु कुत्रापि लिखतु मनसि स्थापयतु बहुवारं मया उक्तं मम कृते केन्सर् अस्ति बहुवारं मया उक्तं मया न लेखनीयं मया न श्रोतव्यं मया न किमपि अत्र कर्तव्यं चेत् अत्र शिक्षा लेखनीयम् अहं गमिष्यामि अत्र सुभाषयाः वदतु कथं वदामि प्रथमप्रक्रिया जी अस्ति जकार योगः इ इदानीं तत्र जकारस्य स्थाने ज्योन्तः इति सूत्रेण जकारस्य स्थाने पूर्णतया अन्त आदेशः भवति द्वितीयप्रक्रिया तृतीयप्रक्रिया अन्त योगः इ इदानीं वर्णमेलनेन अन्ति आदेशः भवति अतः बहुवचने प्रथमपुरुष बहुवचने अन्ति इति पूर्णतया अभवत् गतवर्गे वयं पठितवन्तः इदानीं वदतु अञ्जना वदतु एर्पट् पूर्वं हैदराबाद् बुक् अत्र श्रुतवती खलु अत्र जी इति अस्ति जी इति अस्ति प्रथमप्रक्रिया किम् अस्तु अन्तलक्ष्मी वदतु प्रथमप्रक्रिया किम् अस्ति महालक्ष्मी आम् अतः प्रथमप्रक्रिया प्रथमपुरुष बहुवचनं प्रथमप्रक्रिया जी इज् भवति इज् योगः इ उत्तमम् उत्तमं प्रथमप्रक्रिया अभवत् इदानीं द्वितीयप्रक्रिया वदतु द्वितीयप्रक्रिया इज् जोन्तः इति सूत्रेण इज् भवति इज् योगः इ अन्ति भवति अन्य कोऽपि किमपि न लिखितवती वा सोन्दः इति सूत्रेण चकारस्य स्थाने अन्त आदेशः भवति. अन्त आदेशः पूर्णतया. अत्र अनेकाञ्चित् सर्वस्य इति कार्यमपि अत्र भवति खलु, अतः पूर्णतया. अत्र जकारः इजि योगः आ इति अस्ति, वर्णद्वयमेव सन्ति सः, परन्तु अत्र आ इन्त् आ इन् इत् त्रीणि वर्णानि अत्र परिवर्तनं भवति. अतः किं वक्तव्यम्, झकारस्य स्थाने झोन्तः इति सूत्रेण अन्त् पूर्णतया आदेशः भवति. एतत् वक्तव्यं, बहु क्लेशः नास्ति एव, साधारणसंस्कृतभाषा एव सन्ति अत्र. इदानीं वदतु शान्तभगिनी, वदतु. गोदमल् वदतु. तिङ् सच्च तिङ् संज्ञा प्रत्ययाः. प्रश्नः प्रश्नः न जानाति. अन्तलक्ष्मी वदतु. इत्युक्ते इच् योगः झ योगः इ झ इत्युक्ते इच् योगः आ योगः इन्त् छोन्दः इति सूत्रेण चकारस्य स्थाने अन्त आदेशः पूर्णतया आदेशः भवति. उत्तमं, द्वितीयप्रक्रिया अभवत्. इदानीं तृतीयप्रक्रिया अन्त योगः इ अन्त योगः इ अन्ति प्रथमपुरुष बहुवचनं अन्ति इति तावदेव द्वितीयप्रक्रिया अयोगः इन् योगः इत् पूर्णतया अन्त् इति आदेशः भवति जकारस्य स्थाने. एतत्तु द्वितीयप्रक्रिया. तृतीयप्रक्रिया इदानीम् अन्तयोग इ अन्ति इति भवति एव तीतः टिप् तस्जि इति स्थाने एतत्तु मूलप्रत्ययं भवति, परिवर्तनरूपेण तीतः अन्ति भवति. अहमपि वदामि, मम शब्दं श्रूयते वा? हा वदतु. जि विग्रहेण जि योगः इ, जकारस्य स्थाने जो अन्तः इत्यनेन अन्तः पूर्णतया आदेशः भवति, अतः जि स्थाने जि स्थाने अन्त योगः इ अन्ति इति वर्णरूप वर्णयोजनेन अन्ति इति अन्तिमरूपं भवति. उत्तमं, तावदेव. इदानीं सर्वे जानन्ति खलु तीतः अन्ति केन सूत्रेण अत्र परिवर्तनम् अभवत् इति. क्लेशः अस्ति चेत् इदानीमेव पृच्छतु. शिक्षा इति अन्तिमपरीक्षा अस्ति, परीक्षः नास्ति. अन्तिमपरीक्षा इति स्त्रीलिङ्गं भवति, परीक्षा इति. चत्वारः परीक्षा अस्ति अत्र. एतत् सर्वे ज्ञातव्यमेव. अस्तु, ती तिप् तस्जि इति किं भवति? मूलप्रत्ययं भवति, परिवर्तनं तीतः अन्ति इति भवति. इदानीं क्लेशः भवति वा? समीचीनतया मनसि तिष्ठति वा? गोदामल् किमपि न तिष्ठति एव. मया प्रश्नः मम प्रश्नः एकम् आसीत्, भवत्याः उत्तरम् अन्यत् आसीत्. मनसि अत्र स्थापयतु किं किम् अत्र प्रश्नः उदेति, उत्तरं किम् अभवत् इति. इदानीं तिप् तस् त इति भवति. तिप् अत्र महालक्ष्मी वदतु. तिप् त तस्त करवसानयोर्विसर्जनीयः प्रथमं टिप् स्वीकरोतु सुलभमेव उत्तमम् हलन्त्यं पश्यलु इत्यनेन सी एव तिष्ठति तावदेव पकारः इत् भवति पकारः इत् भवति टिप् तदेव तादृशमेव अभवत् खलु टिप् इति वयं स्वीकृतवन्तः प्रथमपुरुषे एकवचनं तदेव मध्यमपुरुषे एव अभवत् किमर्थम् अत्र क्लेशः इदानीं किं तिष्ठति मध्यमपुरुषे एकवचने ति तिष्ठति सि तिष्ठति वा उत्तमम् इदानीम् अत्र सिप् तस् त इति भवति पूर्णं किं भवति सिप् तस् त इति भवति एतत्तु मूलप्रत्ययम् इदानीं किम् अभवत् इदानीं भवती उक्तवती सि मध्यमपुरुषे एकवचनं पकारः हलन्त्यं तस्य लोपः इत्यनेन इत् भवति अत्र उत्तमरीत्या उक्तवती इदानीम् अत्र तस्य स्थाने किं किम् अभवत् पकारः न विभक्तौ तुष्मः इति सूत्रेण न इत् भवति विसर्ग आदेशः भवति ससजुषोरुः सूत्रेण रुक्तम् आदेशः भवति अनन्तरं करवसानयोर्विसर्जनीयस्य विसर्ग आदेशः भवति बहु उत्तमम् अनन्तरं ताता एव तिष्ठति किमपि अत्र कार्यं नास्ति बहु सुलभमेव खलु इदानीं मध्यमपुरुष एकवचनं द्विवचनं बहुवचनम् अभवत् टिप् तस् जि इति स्थाने सीतः त इति अभवत् इदानीम् अत्र शान्ता भगिनी वदतु मिप् वस् मस् किं किं कार्यं तदेव भवति मिप् वस् मस् किं कार्यं लोपः मिप् अलङ्कारस्य लोपः लोपः भवति मी एव तिष्ठति बहु उत्तमम् उत्तमपुरुषः एकवचनम् अभवत् एकवचनं अभवत् द्विवचनं न विभक्तो तुष्म उत्तमं न विभक्तो तुष्मः इत्यनेन सः अत्रैव तकारः इति न भवति लोकः न भवति अतः करावसानविसर्जनीयम् एतदेव प्रथमं सूत्रं वा करावसानयोर् महालक्ष्मि प्रथमसूत्रं किं करावसाने विसर्जनीयः इत्यनेन रुः विसर्गः भवति अतः तदेव भवति मह अपि तावदेव मह इदानीम् अत्र सीतः अन्ति सीतः त मीवहम् अग्रिमवर्गे अहं पृच्छामि किं किं कार्यम् अभवत् इदानीं लट् रूपमेव तादृशं क्लेशः अभवत् चेत् अत्र दशलकाराः सन्ति दशलकाराः सन्ति परस्मैपदिनः दशलकाराः सन्ति आत्मनेपदिनः अत्र झटिति करपत्रं स्वीकरोतु लेखनी अपि अस्ति स्थापयतु झटिति लिखतु तदेव मनसि अनन्तरमेव मनसि तिष्ठति समीचीनतया अहं किमपि कार्यं न करोमि अहं खादामि अनन्तरम् अत्र निद्रां करोमि अनन्तरं परीक्षा इति गच्छामि अत्र वामिट् करोमि वपनं करोमि यत् पठितं मया पूर्णतया न अवगच्छामि परन्तु अहं परीक्षा लेखिष्यामि प्रथमश्रेणी स्वीकृत्य सर्वेषां कृते अहं चाकलेट् ददामि समीचीनं नास्ति इदानीम् अत्र तमिळ्नाडु मध्ये एम् ए संस्कृत् इति अस्ति सर्वे अत्र तमिळ्भाषायां लिखन्ति आङ्ग्लभाषायां लिखन्ति अनन्तरम् एम् ए संस्कृत् स्वीकरोति अनन्तरम् उक्तवती अहम् एम् ए संस्कृत् पठितवती इति अत्र प्रश्नः उदेति चेत् अनन्तरमेव अवगन्तुं शक्यते अत्र किं किम् अभवत् इति एतत् समीचीनतया कार्यं नास्ति एव अस्तु इदानीम् अग्रिमवर्गे अहं पृच्छामि मूलप्रत्ययं किम् मूलप्रत्ययम् इदानीं किम् मूलं किम् परस्मैपदिनः वदतु एतत् मूलप्रत्ययम् अनन्तरं परिवर्तनरूपेण किं भवति उत्तमम् उत्तमम् इदानीम् अत्र सूत्रं सुलभतया मनसि स्थापयतु पठति पठतः पठन्ति पठसि पठतः पठत पठामि पठावः पठामः महालक्ष्मी वदतु पट् स्वीकृत्य वदतु पट् स्वीकृत्य पठति पठतः पठन्ति पठसि पठतः पठत पठामि पठावः पठामः अङ्कलक्ष्मी खाद् स्वीकृत्य वदतु खादति खादतः खादन्ति खादसि खादतः खादत खादामि खादावः खादामः उत्तमं दाव् दाव् इति स्वीकृत्य शान्ता भगिनी वदतु धावति धावतः धावन्ति धावसि धावतः धावत धावामि धावावः धावावः बहु उत्तमरीत्या उक्तवती सर्वे अत्र किमपि क्लेशः नास्ति इति अहं मन्ये अहम् इदानीमत्र लिक् लिक् इति अस्ति अत्र किं गोदामल् वदतु लिक् दातु स्वीकृत्य वदतु गोदामल् लिक् स्वीकृत्य वदतु अञ्जना वक्तुं शक्यते वा अस्तु अन्तलक्ष्मी वदतु लिखति लिखतः लिखन्ति लिखसि लिखतः लिखत लिखामि लिखावः लिखावः तावदेव सर्वे अवगच्छन्ति खलु इदानीम् अग्रिमवारे अग्रिमसप्ताहे अहं पृच्छामि एतत् विषये इदानीम् अस्तु इदानीं टिप्तस् जि इति वयं जानीमः. इदानीमत्र किं भवति? आत्मनेपदिनः खलु अस्ति वा? आत्मनेपदिनः एकनिमिषम्. इदानीमत्र पूर्वम् अत्र दृष्टवन्तः खलु, इदानीम् अस्ति आत्मनेपदिनः. इदानीमत्र अन्तलक्ष्मी पठतु आत्मनेपदी मूलतिङ् प्रत्ययम् किम् अभवत्? आत्मनेपदी धातूनां मूलतिङ् प्रत्ययान्तः प्रत्ययः सा आधां च आथां ध्वम् इति वसीमहि. अत्र तिङ् इति कथं भवति वदतु? परस्मैपदी धातूनां मूलप्रत्ययः तिप् आरभ्य आत्मनेपदी धातूनां अन्ते महिङ् इति भवति. ति इन् इति योजयित्वा तिङ् भवति. उत्तमं, बहुरीत्या उक्तवती. इदानीम् अत्र आत्मनेपदी धातूनां मूलतिङ् प्रत्ययाः किम् अभवत्? ता केन ताम् अत्र मूलप्रत्ययं परस्मैपदी किं भवति? परस्मैपदी किं भवति मूलप्रत्ययं? तिप् एव खलु, तिप् एव. इदानीम् अत्र आत्मनेपदी ता भवति. किमर्थमत्र ता भवति इति प्रश्नः उदेति. उदेति वा नास्ति वा? उदेति. इदानीम् अत्र केन सूत्रेण अत्र ता इति भवति? अत्र लोटि एव दत्तम् अत्र. तिप्तस्जि इति स्थाने तु तात् ताम् अन्तु शून्यं तात् तं त आनीया वा आमा इति लोट्लकारे एव अत्र दत्तम्. इदानीमत्र पि इति अस्ति खलु, पि इति अस्ति खलु, अत्र ईकारः इतश्च इति सूत्रेण ईकारः लोपः भवति. अतः किं तिष्ठति? अकारः तिष्ठति. वदतु समीचीनमेव, वदतु. इतश्च इतश्च इति सूत्रेण ती इत्यस्य इकारः लोपः भवति ता एव तिष्ठति. अस्तु किमपि अत्र हेसिटेशन् कदा भयं समीचीनतया उक्तवती एव. धन्यवादः. ती अपगच्छतीन्नु सोल्लणुमा इल्ल एप्पडि पोनु लोपः भवतीन्नु सोल्लणुमा एप्पडि सोल्लणुम अप्पडिनु तेरियल. अदुदान् अङ्गदा इदानीं मया सूचितं खलु अत्र इकारः केन सूत्रेण ईत् भवति. तावदेव मनसि स्थापयतु, कुत्रापि लिखतु अहं किमपि न लिखामि इति चेत् मनसि न तिष्ठति एव. तस्यान्त इकारः लोपः भवति, लोपः भवति. ओके अस्तु. निमिषम् इदानीं द्विवचनं किं भवति? आताम्. आताम् इदानीम् अत्र परस्मैपदी मूलप्रत्ययं किं भवति? मूलप्रत्ययं तः. उत्तमं. मूलप्रत्ययं तः भवति खलु. इदानीं किम् अभवत्? किम् अभवत्? आताम् इति अभवत्. आताम् अभवत्. अत्र इदानीम् अत्र प्रश्नः उदेति, आताम् इति कथं भवति इति उदेति वा नास्ति वा? उदेति. उदेति. अत्र तत्र अपि कार्यम् अभवत्. तीतः अन्ति, तीतः त इदानीम् अत्र परस्मैपदी अदन्ताङ्गम्, अदन्ताङ्गं किं भवति? तीतः अन्ति भवति. इदानीम् आत्मनेपदिनः, आत्मनेपदिनः सा आताम् अत्र ताम् इति भवति. आड् उत्तमस्य पिच इति सूत्रं भवति. अहं सूचयिष्यामि आड् उत्तमस्य पिच इति. एकनिमिषं. अत्र किमपि किमर्थम् अत्र क्षिप्तश्चि इति स्थाने तूतः किम् अत्र लोट् एव तत्र दत्तम् लोट् एव तत्र दत्तं नियमाः किं किं लोट् मध्ये इति प्रथमं द्रष्टुं शक्यते अत्र नियमाः महालक्ष्मी पठतु अम्मत शान्ता भगिनी पठतु परस्मैपदस्य लोटः किङ्प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति तस् हस् ह करेण्ट् पोयिर्तु येषु लकारेषु लोटि न एतेषां प्रत्ययानां स्थाने क्रमेण तां तं स अम् एते आदेशाः लोटि नि स्थाने नि आदेशः उत्तमपुरुषे न न प्रथमम् एतत् अवगच्छतु अग्रे अनन्तरं गच्छतु अहं पठामि इति अत्र प्रयोजनं नास्ति इदानीम् अत्र परस्मैपदस्य लोटः तिङ् इति अस्ति ति मध्ये इकारः लोपः भवति तत् स्थाने इदानीं किं भवति उकारः भवति किं भवति उकारः अतः पठतु इति भवति उकारः मेलनेन पठति इति अस्ति इकारस्य स्थाने इदानीं किं भवति उकारः भवति उकारः भवति तावदेव अवगच्छतु उकारः सूत्रमस्ति अत्र उकारः केन सूत्रेण भवति इति अग्रे आगच्छति चिन्ता मास्तु इदानीम् अत्र मनसि स्थापयतु पठति इति भवति ईकारस्य स्थाने किम् इदानीं परिवर्तनम् अभवत् अत्रैव उत्तरमस्ति सर्वे पश्यतु पठतु इति इदानीम् अत्र बहवः कार्याणि सन्ति किम् अभवत् शान्ता भगिनी वदतु एतत् कुत्र भवति कुत्र भवति प्रथमपुरुषे द्विवचनं तस् भवति भवति वा नास्ति वा इदानीमेव पठितवन्तः क्लेशः किमर्थम् अनन्तरं द्वितीय तस् अस्ति एतत् कुत्र भवति कोऽपि मध्यमपुरुषः एकवचनं मध्यमपुरुष द्विवचनं मध्यमपुरुष द्विवचनमेव तस् इदानीमेव पठितवन्तः खलु सकारः लोपः न भवति अत्र न विवक्तौ तुस्माः इत्यनेन सकारस्य लोपः न भवति अतः अत्र सकारस्य स्थाने ससुः करावसानयोर्विसर्जनीयः इत्यः भवति मनसि किमपि न तिष्ठति एव वयम् अत्र किं ज्येष्ठाः भवन्ति बाल्बच्चों की तरह अस्ति वा ज्येष्ठाः सन्ति अतः तत् कुत्र भवति इत्युक्ते अत्र मध्यमपुरुष द्विवचनम् इति झटिति वक्तव्यमेव अनन्तरं सा कुत्र भवति मध्यमपुरुष बहुवचनम् उत्तमं तावदेव इदानीं तस् कुत्र भवति तस् प्रथम उत्तम प्रथमपुरुष द्वितीय द्विवचने भवति आम् अनन्तरम् एतत् प्रथमतकारः द्वितीयतकारः तस्य कुत्र भवति झटिति वदतु कोऽपि द्विवचने भवति सा कुत्र भवति मध्यमपुरुष बहुवचने बहुवचने उत्तम इदानीम् अत्र तत् तस् त इति अस्ति तत् स्थाने क्रमेण किं भवति उत्तमं तां तं त पठतां पठतं पठतं पठत पठतां पठितं पठत अत्र एकं सूत्रमपि अस्ति अग्रे आगच्छति चिन्ता मास्तु किं भवति तत्समीपां तां तं तामः इति अस्ति चिन्ता मास्तु अग्रे आगच्छति एतत् झटिति वक्तव्यं तस्य जुषोरुः करवसानयोर्विसर्जनीयः तदेव एतदपि मनसि स्थापयतु तां तं तस्तमीपां तां तं तामः इति अस्ति इदानीमत्र तस्तमीपां तं तामः इति अस्ति इदानीम् अत्र निप् अस्ति निप् कुत्र भवति उत्तमपुरुष प्रथम एकवचनं उत्तमपुरुषे एकवचनं बहु उत्तमम् इदानीं तत् स्थाने किम् अभवत् इदानीम् अम् आदेशः भवति अम् आदेशः भवति मनसि स्थापयतु इदानीं लोट् मि इति अस्ति खलु लोट् मि इति अस्ति लोटि मि कुत्र भवति उत्तमपुरुष एकवचने उत्तमं पठामि इदानीं तत्स्थाने पठामि इति भवति तावदेव एतदेव वक्तव्यं मनसि सन्तोषः अभवत् एव ओ छात्राः बहु सम्यक्तया वदन्ति अवगच्छन्ति स्म किमर्थं चेत् ज्येष्ठाः कनिष्ठाः नास्ति ज्येष्ठाः एव इदानीं प्रथम लोट् विषये पठति इति अस्ति इकारस्य स्थाने उकारः भवति अनन्तरं तस्तस्त मिप् इत्यनेन अम् अभवत् अनन्तरं मि पठानि इति अस्ति तत् स्थाने मि इति स्थाने नि भवति अत्रापि सूत्रं भवति अग्रे आगच्छति एतत् सूत्रं किं किं भवति इति अत्र तिप्स्थाने इकारस्य स्थाने उकारः भवति तस्य स्थाने तां भवति जी स्थाने अन्त् योगः इ अन्ति इति भवति परन्तु अत्र उकारः परिवर्तनं भवति अतः इकारस्य स्थाने उकारः भूत्वा अन्तु भवति पट्टि योगः अन्तु पठन्तु पठन्तु उत्तमं बहु चतुराः भवन्ति सर्वे अस्तु इदानीमत्र किं भवति इदानीमत्र इदानीमत्र अनन्तलक्ष्मी पठतु अन्तलक्ष्मी अस्ति वा अस्ति अस्मि अस्मि समयः व्ययं न कर्तव्यम् उत्तमपुरुषे आगमः प्रत्ययानाम् आदौ आ इति युज्यते वस् मस् मस् मस् नित्सु नित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः अत्र सकारस्य लोपः भवति. अतः अत्र किं न कार्यं करोति, झटिति वदतु. विसर्गेन आदेशः न विभक्तौ स्मः. उत्तमं, बहु शान्ता भगिनी, बहु सन्तोषः, सन्तुष्टा अस्मि अहं. तावदेव, तदेव अत्र वक्तव्यं. किमर्थं चेत् ज्येष्ठाः भवन्ति. इदानीमत्र अत्र वसुमस् नित्सु लकारेषु सकारः लोपः भवति, अतः अत्र न विभक्तौ तुष्माः इति कार्यं न करोति, न भवति, न करोति. फिलिङ्ग् द ब्लाङ्क्स् न करोति. अस्तु, इदानीमत्र गोदामल् पठतु. अस्ति वा गोदामल्? अस्ति वा गोदामल्? अस्तु, महालक्ष्मी पठतु. हा, गोदामल् पठतु, पठतु. मध्यमपुरुष सि प्रत्ययस्य स्थाने हि इत्यादेशः. अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः. तिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः. ञित् लकारः नकारः इत् येषां ते लङ् लिङ् लुङ् लृङ् लोट् ञित् भवति. अतः यत्र ञित् लकाराणां सार्वत्रिकः नियमः भवति, बहुत्र लोटि अपि तस्य नियमस्य प्रसक्तितः. अस्तु, इदानीं पश्यतु. इदानीं मध्यमपुरुषः सिप् अस्ति खलु, सिप्तस्जि, सिप्तस्थ इति अस्ति खलु. सिप् स्थाने इदानीं किम् अभवत्? किं भवति? पूर्णतया आदेशः भवति. एतत् वक्तव्यम्, पूर्णतया आदेशः भवति. सिप् स्थाने महालक्ष्मी किं भवति? इति पूर्णादेशः भवति. हि इति पूर्णतया आदेशः भवति. भिक्षां देहि, मध्यमपुरुषे एकवचनं ददातु. अत्र तिते आत्मनेपदानां तेरे इत्यनेन अकारस्य स्थाने एकारः भवति. दे अनन्तरं हि प्रयोजनं कुर्मः. सिप् स्थाने पूर्णतया हि आदेशः भवति. अतः एव भगवत् शङ्करपादाल् पञ्चवर्षाणि सन्ति, सः भिक्षां देहि माता इति उक्तवान्. देहि इति अस्ति. सिप् स्थाने किम् आदेशः भवति? उत्तमं, पूर्णतया आदेशः भवति. सकारः अस्ति, ईकारः अस्ति, पकारः अस्ति, त्रीणि वर्णानि सन्ति. अत्र इदानीं त्रीणि वर्णानि स्थाने हि भवति. हकारः इकारः द्विवर्णानि द्वे वर्णौ स्तः. अत्र अतः किं वक्तव्यं? सिप् स्थाने पूर्णतया हि आदेशः भवति. भिक्षां देहि मनसि स्थापयतु. बहुवारं मया उक्तं, किमपि अत्र अहं पठामि, अहं सर्वे जानामि, अहं शिक्षा अभवत्, एतत् अभवत्, अत्र करस्पाण्डेन्स् मध्ये मया एतत् कृतम्. अत्र किमपि कालर् न स्वीकरोतु, समीचीनतया अवगच्छतु, अनन्तरं वदतु अहम् एतत् मया पठितम् इति. अत्र प्रौढ प्रौढरूपेण वक्तुं शक्यते एव, अनन्तरमेव. अस्तु, इदानीमत्र मध्यमपुरुषे एकवचनं सिप् स्थाने हि आदेशः भवति, अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययः लोपः भवति. अत्र अदन्तम् अङ्गमस्ति चेत् पट् इति अस्ति, अनन्तरम् अकारः लोपः भवति, पट् इति अस्ति, अतः तत्र हि अत्र शून्यं भवति, लोपः भवति. अनन्तरं तिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः भवति. तिप् कुत्र भवति? प्रथमपुरुषः एकवचनं, प्रथमपुरुषे एकवचनमेव तिप्. सिप् कुत्र भवति? प्रथमपुरुषः एकवचनं. सिप् कुत्र भवति? मध्यमपुरुषे एकवचनं सिप् भवति. इदानीं तिप् सिप् स्थाने विकल्पेन किं भवति इदानीं? तात् इति आदेशः भवति. पठतात् पठतात् इति भवति. अतः तिप् सिप् स्थाने तात् आदेशः भवति. तस्समीपान्तान्तं तामः, अत्र तात् इति आदेशः भवति. बृहत्सूत्रम् आगच्छति, अग्रे आगच्छति. एतत् अहं किम् अस्ति अत्र सेव् लिङ्क् अस्ति अत्र, अहं प्रेषयिष्यामि अन्तलक्ष्म्याः कृते. अत्र सर्वे पठन्तु पुनरपि, अनन्तरम् अत्र मनसि स्थापयतु किं किम् अभवत्. अग्रिमवर्गे अहं पृच्छामि. अस्तु, मङ्गलश्लोकं शान्ता भगिनी वदतु. ॐ सहना भवतु, सहनौ भुनस्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. नमस्कारः, धन्यवादः. शुभदिनं. शुभदिनम्. अनन्तलक्ष्मी एक्साम्.